नमस्कारः. अद्यतनकरपत्रम् अस्ति शत्रन्तरूपाणि प्रातिपदिकनिर्माणम् इति. गतसप्ताहे प्रायः पङ्क्तिद्वयं वा पठितवन्तः, किन्तु पुनः आरम्भतः पश्यामः. लक्ष्मीभगिनी आरम्भं करोति किम्? आं भगिनि. शत्रुषाणच् इत्यनयोः अर्थः, शत्रुषाणच् प्रत्ययोरर्थः समानः, वर्तमानार्थः इति. वर्तमानः नाम प्रारब्धा अपरिसमाप्तत्वम्, अपरिसमाप्तत्वं या क्रिया आरब्धा न समाप्ता च सा वर्तमाना. आरब्धा क्रिया यावत् न समाप्ता च तस्य कालः वर्तमानकालः. अस्मिन् वर्तमानकालार्थे लटः स्थाने शत्रुषाणच् प्रत्ययौ भवतः. इत्युक्ते अत्र शत्रुषाणच् प्रत्ययोः विषये उक्तमस्ति. अत्र द्वौ प्रत्ययौ अपि वर्तमानार्थे एव तेषाम् उपयोगं कुर्मः. वर्तमानः इत्युक्ते किम् इति दत्तमस्ति. इत्युक्ते या क्रिया आरब्धा किन्तु न परिसमाप्ता, स एव वर्तमानः इति वदामः. वर्तमानकालार्थे साधारणतया वयं वर्तमानकालार्थे एव वर्तमाने लटि, वर्तमाने लट् इति सूत्रेण अत्र लट् लकार लट् प्रत्ययं योजयामः. तथा एव वर्तमानकालार्थे एव शत्रुषाणच् प्रत्ययौ अपि योजयामः. अत्र किम् इत्युक्ते पुनः वर्तमानकालः इत्युक्ते अधुना सम्भवति इति नास्ति विषयः. यत्र भूतकाले वा भूतकाले एकं कार्यम् आरब्धं किन्तु तद् न समाप्तं चेत् तदपि भूतकाले वर्तमानविषयः क्रिया अस्ति, वर्तमाना क्रिया अस्ति. तथा एव भविष्यत्काले अपि वर्तमाना क्रिया भवितुमर्हति खलु. प्रायः श्वः नववादने मम पठनम् आरब्धं भवति, अनन्तरं प्रायः दशवादनपर्यन्तं प्रवर्तमानः भवति खलु मम पठनम् इति प्रवर्तमानं भवति खलु. तादृशवर्तमानं यत् सम्भव तस्मिन् समये वर्तमानम् अस्ति तत्तु वर्तमान इति अत्र वर्तमाना इति अत्र उक्तमस्ति. अधुना वा परश्वः वा ह्यः वा इति विषयः नास्ति, किन्तु यत् यत् कार्यम् आरब्धं किन्तु न समाप्तं भूतकाले अपि भवितुमर्हति, अधुनापि भवितुमर्हति, नो चेत् श्वः भविष्यत्काले अपि तथा भवितुमर्हति इति अंशः अत्र प्रश्नः अस्ति. इत्युक्ते अत्र विषयः तु या क्रिया आरब्धा किन्तु न परिसमाप्ता इति एव अत्र मुख्यविषयः. सत्यं भगिनि. आं भगिनि. अग्रे पठामि वा? आं भगिनि. तर्हि इत्युक्ते किम् इत्युक्ते ह्यः अहं पठन्ती खादितवती इति वक्तुं शक्यते खलु मया, नववादने पठन्ती खादितवती इति. तथा एव अद्यापि मया वक्तुं शक्यते अधुना पठन्ति खादामि इति. तथा एव श्वः नववादने रात्रौ नववादने पठन्ति खादामि इति, नो चेत् खादन्ति पठामि इति किमपि वक्तुं शक्यते. एकं कार्यं प्रवर्तमानम् अस्ति यत् शत्रुकृत्येन सूचितम्, अन्यत् कार्यमपि तस्मिन् समये सम्भवति इति उक्तम् इति सूचितम्. लटः शत्रुषाणचाव प्रथमासमानाधिकरणे अत्र तृतीयाध्यायस्य द्वितीयपादस्य अत्र चतुर्विंशत्यधिक एकशततमं सूत्रमस्ति. धातुतः लटः स्थाने शत्रुषाणचौ आदेशौ वर्तमाने काले भवतः. अप्रथमान्तेन कर्त्रा सह सामानाधिकरण्यम् अस्ति चेत् शत्रु च शाणच् च शत्रुषाणचौ यत्र यत्र द्वन्द्वः न प्रथमा अप्रथमा समानम् अधिकरणं यस्य सः समानाधिकरणः अप्रथमा समानाधिकरणम् अप्रथमा समानाधिकरणः तृतीयतत्पुरुषः तस्मिन् अप्रथमा समा नाधिकरणे इति भवति. लटः अत्र षष्ट्यन्तं, षदृशाणचौ प्रथमान्तम्, अप्रथमासमानाधिकरणे सप्तम्यन्तं, त्रिपदमिदं सूत्रं. वर्तमाने लट् इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः, प्रत्ययः धातोः इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रमेवं वर्तमाने धातोः लटः शत्रशाणचौ प्रत्ययौ अप्रथमासमानाधिकरणे इति अस्ति अनुवृत्तिसहितसूत्रम्. अत्र शत्रुषाणच् द्वौ प्रत्ययौ धातुतः लटः स्थाने विहितः भवतः इति एकः विषयः. अनन्तरं सूत्रे द्वितीयभागः अस्ति अप्रथमान्तेन कर्त्रा सह इति, अत्र अन्यः विषयः अस्ति. इत्युक्ते साधारणतया शत्रुप्रत्ययं रूपं वाक्ये अस्ति चेत् तत्र शत्रन्तपदं साधारणतया कर्तृपदस्य कर्तृके कर्तृपदस्य विशेषणं भवति. तत्र समानाधिकरण्यं सामानाधिकरण्यं वर्तते. किन्तु सूत्रं किं वदति इत्युक्ते अप्रथमान्तेन कर्त्रा सह इति वदति. इत्युक्ते कर्तृपदं प्रथमाविभक्तौ अस्ति चेत् तत्र किं वक्तव्यं, अत्र यत्र प्रथमाविभक्तिः प्रयोगः वर्तते तत्र तु समानाधिकरणे इत्युक्ते विशेषण विशेषभावं स्वीकृत्य प्रयोगः मास्तु, शत्रुशानचोः प्रयोगः मास्तु इति खलु. किन्तु केचनाः अत्र भाष्ये अपि कथा उक्तमस्ति, महाभाष्ये अपि उक्तमस्ति. किमित्युक्ते तत् यत्र प्रथमाविभक्तिः भवति तस्मिन् समये नन्वोर्विभाषा केषाञ्चनानां मतमनुसृत्य नन्वोर्विभाषा इत्यनेन विभाषा इत्यपि अनुवृत्तिः आयाति इति वदन्ति केचनाः. इत्युक्ते यत्र प्रथमाविभक्तेः सन्दर्भः अस्ति, प्रथमाविभक्तिरूपं भवति तस्मिन् समये तु विकल्पेन भवितुम् अर्हति इति. अन्ये वदन्ति पूर्वं पाणिनेः सारांशः अस्ति प्रथमाविभक्त्यां तु विशेषणविशेषभावरूपेण मास्तु इति. अस्तु भगिनी, यद्भवती उक्तवती तत्तु सूत्रं वा अथवा वार्तिकं वा? सूत्रम् अस्ति, सूत्रं तृतीय अध्यायस्य पूर्वतनसूत्रमस्ति. तृतीय अध्यायस्य द्वितीयपादे एकविंशति अधिकशततमं सूत्रम्. यदा कदापि विभाषा इति अस्ति चेत् तत्र विभाषा वा अथवा अन्यतरस्यां तादृशानि पदानि सूत्रे सन्ति चेत् तदा विकल्पेन इति तत्र विभाषा वा, नो चेत् वा इति पाणिनिः सूचयति वा इति शब्देना. अनन्तरं यथा भगिनी उक्तवती अन्यतरस्याम् इत्यपि वैकल्पिकं सूचयति. भगिनी किञ्चित् अनुवृत्तिसहितसूत्रस्य विषये किञ्चित् वदतु कृपया. अनुवृत्तिसहितसूत्रम् इत्युक्ते अत्रापि धातोः इति अधिकारः अस्ति इति कृत्वा अनुवृत्तिसूत्रम् अनुवृत्तिः यदस्ति पूर्णसूत्रमस्ति तत्र तु तस्यापि अनुवृत्तिः आयाति. अनन्तरं वर्तमाने लट् इति एतस्मात् पूर्वतनसूत्रम् अस्ति तस्मात् तु वर्तमाने लट् इति पूर्णतया वर्तमाने इति अनुवृत्तिः आयाति. अनुवृत्तिः इत्युक्ते किम्? अत्र अस्माकं सूत्रस्य लक्षणम् अस्ति अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतोमुखम् अस्तोभम् अनवद्यं च सूत्रं सूत्रविदो विदुः इति एकम् एका किमस्ति श्लोकः उक्तिः अस्ति. तर्हि तत्र तु अल्पाक्षरम् इति मुख्य अंशः अस्ति सूत्राणां कृते. तर्हि यत्र पूर्वतने सूत्रे उक्तम् अस्ति सः एव शब्दः पुनः किमर्थं वक्तव्यं पाणिनिना? केवलम् अस्माभिः अनुवृत्तिः इति यत् नियमः अस्ति तेन तद् त्यक्त्वा अन्यत् किमपि तद् पाणिनिः रचयति चेत् अस्माभिः आनेतुं वयम् आनेतुं शक्नुमः खलु. उदाहरणार्थम् अहं महोदय प्रसिद्ध उदाहरणं ददाति. स्वरूप् महोदय, माता वदति पुत्रीं उद्दिश्य माता वदति, पुत्री अहम् आपणं गच्छामि इति वदति. तर्हि पुत्री किं वदति? झटिति, अहमपि. इत्युक्ते किम्? अहमपि आपणम् आगच्छामि इति एव अर्थः खलु. इति तादृशं, तर्हि अहमपि इत्यनेनैव अवगतं किं पूर्वतनवाक्यात् अस्माभिः कानिचन वाक्यानि स्वीकृत्य अध्याहृतं भवति खलु, तादृशम् अस्ति एतदपि. आं भगिनि. भगिनी, सङ्ख्या किं भवती उक्तवती? किं भगिनि? सङ्ख्या भवती अन्यसूत्रम् उक्तवती न, तस्य सङ्ख्या किम्? ओ, तत्तु सूत्रलक्षणम् इति उक्तिः अस्ति, शास्त्रकारैः उच्यते, प्रसिद्ध उक्तिः अस्ति. अल्पाक्षरम् इत्युक्ते अर्थाक्षराणि न्यूनानि एव भवन्तु इति. न, तत् पूर्वं लट् लकारस्य लट् शत्रशानश्च तस्य कृते भवती अन्यसूत्रम् उक्तवती न, तृतीय भगिनी. अत्र अप्रथम अप्रथमान्तेन तद् सम्यक् न जानामि. तदेव भगिनि, यत्र प्रथमा विभक्ति अस्ति, बालकः पचन् खादति, क्षम्यतां, बालकः पचन् किमस्ति, खादन् पठति इति. अत्र बालकः कस्यां विभक्त्याम् अस्ति? बालकः इति शब्दः प्रथमविभक्तिः अस्ति खलु. तर्हि तादृश प्रथमविभक्तिः अस्ति, तस्य एव समानाधिकरणत्वेन एव आयाति पठन् खादन् इति, नो चेत् पठन् इति. तर्हि तत्र समानाधिकरणमस्ति, प्रथमाविभक्तौ अपि अस्ति, तर्हि तादृशं मास्तु. पठन्तं बालकं पश्य इति अत्र द्वितीया विभक्तिः विभक्त्यां वा तृतीया विभक्त्यां वा, उदाहरणार्थं पठता बालकेन पुस्तकम् आनयति, पठता बालकेन कार्यं क्रियते इति. तादृशं तृतीया विभक्ति वा चतुर्थी विभक्ति वा, पठतः बालकाय भोजनं ददातु, तत्र तु चतुर्थी विभक्तिः अस्ति. तादृश अन्यविभक्तिषु आयाति चेत् समीचीनमेव, किन्तु यत्र प्रथमा विभक्तिः भवति तत्र विशेषणविशेष समानाधिकरणम् इत्युक्ते विशेषणविशेषभावः, विशेषणविशेषभावं स्वीकृत्य प्रथमा विभक्त्यां मास्तु इति अप्रथमा समानाधिकरणे. समान अधिकरणं, समानाधिकरणम् इत्युक्ते विशेषणविशेषभावः. समानाधिकरणम् इत्युक्ते किं? विशेषणविशेष्यभावः यत्र वर्तते तत्रैव समानाधिकरणीयम् इति वदामः. किमर्थं? तदेव विशेषस्य यल्लिङ्गं यद्वचनं यासविभक्तिः, तल्लिङ्गं तद्वचनं सासविभक्तिः विशेषणस्यापि भवति खलु, समान अधिकरणं भवति. विशेषस्य यत् अधिकरणम् अस्ति तदेव अधिकरणं विशेषणस्यापि तत्र भवति खलु इति कृत्वा समानाधिकरणम् इति वदामः. तर्हि प्रथमासमानाधिकरणं, यत्र प्रथमासमानाधिकरणं भवति तत्र मास्तु इति कृत्वा अप्रथमासमानाधिकरणे इति. पठतः कोऽपि वदत् न, पठतः बालकात् पुस्तकं स्वीकरोतु इति. तादृशम् अन्य उद्भक्तिषु आयाति चेत् समीचीनमेव. पठतः बालकस्य एव सम्यक्, पठतः बालकस्य तदपि षष्ठी विभक्ति, पठतः बालकस्य किम् अस्ति, कन्दुकम् एतद् इति वक्तुं शक्यते. भगिनि, अत्र यद्यपि सूत्रे अप्रथमसमानाधिकरणे इति उक्तमस्ति, तथापि तत्र नन्वोर्विभाषा इति पूर्वसूत्रात् अनुवृत्तिरूपेण विकल्परूपमपि साधु एव इति अवगन्तव्यं वदन्ति. किमपि किमर्थम् इत्युक्ते प्रायः एतदेव स्यात् लौकिकभाषायां कुतश्चित् आगतम् इति कृत्वा केचनाः तादृशं वदन्ति इति प्रायः स्यात्. अस्तु, पाणिनेः काले कालः यदासीत् तस्मिन् समये दोषाय इति प्रायः स्यात्. अनन्तरकाले यदा भाष्यकारस्य काले तस्मिन् समये तु प्रायः केचनाः तदा प्रयोगं कुर्वन्ति स्म तर्हि इति कृत्वा सः प्रायः केचन वैयाकरणः अस्तु वयं तु विकल्पेन स्वीकुर्मः इति तत्र तु विभाषा इति अस्ति खलु पूर्वसूत्रं ततः विभाषा इति स्वीकृत्य वैकल्पिकम् आनयामः इति प्रायः चिन्तयित्वा तथा कृतः इति मन्ये. तेषां मतं तथा अस्ति. लौकिकभाषा अनुसृत्य एव पाणिनिः अपि सूत्राणामपि क्रमः रचनं भवति खलु. अग्रे नन्वो विभाषा कथं भवति सूत्रं? सूत्रस्य सारांशम् अहमपि पूर्वते न जानामि भगिनि, किन्तु तत्र विभाषा इति अस्ति खलु ततः वयं विभाषा इति स्वीकुर्मः. अस्तु, अग्रिमछात्राय महोदय उक्तवान् महोदय वर्गे उक्तवान् व्यवहारे प्रथमा विभक्त्यां प्रयोग अस्ति, किन्तु तत् किमपि महाभाष्या वा वार्तिकम् इति किं न उक्तवान् तस्य पाणिनि कथम् इति अत्र महाभाष्यस्य अहं पश्यामि तत्र तु अत्र उक्तमस्ति. तर्हि इदानीं विभाषा इति अत्र उक्तमस्ति भगिनि, प्रायः महोदय न सूचितवान् किन्तु कस्य कः अस्ति सा भगिन्यः भगिनी म्यूट् करोतु, किन्तु सा भगिनी ध्वनिः अस्ति. म्यूट् अस्मि. ओ ओ, अन्य कः अस्ति? जनद्वयम् अनानिमस् इति आगच्छति. भगिनी पुष्पा भगिनी अस्ति, अन्य नूतनः कः अस्ति? अरुणा भगिनी अस्ति भगिनि. ओ अस्तु अस्तु, अरुणा भगिनी नमस्कारः. अरुणा भगिनि नमस्ते, स्वागतं भगिनि. ओ अद्य भवत्याः नाम न अनानिम. आमाम् अस्तु भगिनि, तर्हि समीचीनम् एव. भगिनी अपि अद्य पठितुम् इच्छति किं भगिनि? आं महोदय, भविष्यत्काले भविष्यत्काले अपि शत्रुशानचौ प्रयोगः अर्हः. वदिष्यन्तं रामं पश्यतु, नाम रामः यः वदिष्यति पश्यतु. पुरस्कारं लप्स्यमानं रामं पश्यतु, नाम रामः यः पुरस्कारं लप्स्यते तं पश्यतु. तर्हि लुट्लकारः किमर्थम्? अद्यतन भविष्यत्कालार्थे खलु, इतोपि किञ्चित् समयान्तरं सः एषः वदिष्यति तर्हि तं पश्यतु इति. तथा भविष्यत्कालार्थे अपि किमस्ति, भविष्यत्कालस्य सूचनायाः सः अपि सूचनाया सह अपि किमस्ति अस्माकं शत्रुशानच् प्रयोगः भवतः. उदाहरणं वदिष्यन्तं रामं पश्यतु, नाम रामः यः वदिष्यति तं पश्यतु. अधुना पश्यतु किन्तु सः तु भविष्यत्काले वदिष्यति इति. भविष्यत्काले पश्यतु, वदिष्यति सः वदिष्यति, अधुना पश्यति सः वदिष्यति भगिनि. अत्र अत्र वदिष्यन्तं रामं पश्यतु इति अस्ति, किन्तु वदिष्यन्तं रामं द्रक्ष्यतु इति किमर्थं न लिखितम्? तदपि समीचीनमेव, अधुना पश्यतु इति वक्तुं पश्यतु इति. अस्तु, किन्तु यदि श्वः सः किञ्चित् कालानन्तरं वदिष्यति, तस्मिन् समये पश्यतु यत् वदिष्यमानं बालकं द्रक्ष्यताम् इति वदामः चेत् तत्तु किम् अनन्तरं किं इति लोट्लकारः अस्ति खलु पश्यतु इति, तस्य तु कालबोधः नास्ति, केवलम् अज्ञा वा प्रार्थना वा इति अस्ति. प्रायः अधुना पश्यतु अनन्तरं पश्यतु इत्यपि समीचीनमेव. किन्तु सामान्यतया पश्यामः चेत् सः तु किञ्चित् अनन्तरं वदिष्यति इति एव सारांशः. अधुना पश्यति भवती प्रायः सः किमस्ति मञ्चे उपविशति इति कृत्वा अधुना किञ्चित् कालानन्तरं सः वदिष्यति इति अपि स्यात् खलु. कार्यक्रमे प्रायः तस्य नाम अपि अस्ति, तस्य सम्भाषणस्य भाषणं भवति इति नाम अस्ति इति कृत्वा वदिष्यमानं रामम् इति वक्तुं शक्यते, वदिष्यन्तं रामम् इति वक्तुं शक्यते खलु. तर्हि तस्य कृते भिन्नोट् सम्यक् लङ् लकारे तद् उपयुक्तं न शक्नुमः. भूतकालार्थे न मास्तु, भूतकालार्थे तादृशप्रयोगः नास्ति. अपठत् इति अस्ति खलु, तर्हि अपठत् योगः शत्रु अपट् इति न भवति, तत्र तु न भवति एव शत्रुकृतयः, केवलं भविष्यत्कालार्थे शत्रुकृतयः. अग्नि महोदय उदाहरणं दत्तवान् अपि भविष्यकाले वर्तमान अर्थम् अपि भवितुं शक्नोति, यथा भवती उक्तवती पठन्ति बालिका खादिष्यति इति, तदपि भवती उक्तवती खलु वर्तमानकालार्थे भूतकाले वा भविष्यत्काले वा नो चेत् किमस्ति अधुना वा प्रयोक्तुं शक्यते वर्तमानार्थे, तथा एव वदिष्यन्तं रामं पश्यतु अपि अस्मिन् काले अपि. प्रश्नः भिन्नप्रश्नः अस्ति, यत्र यथा वयं लृट् लकारस्य कृते वदिष्यन्तम् इति अस्ति खलु, वदन्तं रामं द्रक्ष्यतु अपि भवतु, द्रक्ष्यस्व इति तत्तु भिन्नमस्ति भिन्नम्, किन्तु अधुना तु वदिष्यन्तम् इत्युक्ते वदिष्य इति मध्ये आगच्छति खलु, इष्य इति तत्तु लृट्लकारस्य भावः खलु. तत् भविष्यार्थं वर्तमानकाले अपि भवितुं शक्नोति, यथा इदानीं दत्तमस्ति अत्र. आम् तर्हि अत्र सूत्र अरुणा भगिनी पठति किं भगिनि. पुरस्कारं लप्स्यमानं रामं पश्यतु नाम रामः यः पुरस्कारं लप्स्यते तं पश्यतु. अहं न अवगतं इदं वाक्यं. तदेव खलु रामः लप्स्यमानं रामम् इत्युक्ते अनन्तरं तस्य तु पुरस्कारं लभते इति कृत्वा लप्स्यमानं तादृशरामं पश्यतु. अत्र लप्स्य इति मध्ये आगच्छति, इस्य इति भावः कस्य भावः लृट्लकारस्य भावः खलु भविष्यत्कालार्थे. वदतु भगिनि. अत्र वाक्यद्वयम् उदाहरणद्वयम् अस्ति. प्रथमम् उदाहरणं शत्रन्तवाक्यं, द्वितीयं वाक्यं शाणिजन्तरूपस्य कृते. अहं जानामि लक्ष्यं वा पुरस्कारं कथम् अर्थं पुरस्कारं लभते इत्युक्ते पुरस्कारम् इत्युक्ते किमस्ति किमस्ति प्रसेण्ट् वा सन्मानं अस्तु भगिनि सूत्रं पठति किं. लुट् सद्वा तृतीय सद्वा लुटः सद्वा भविष्यत् तृतीय अध्याय तृतीयपाद चतुर्थी चतुर्दश धन्यवादः चतुर्दशसूत्रः भविष्यत् काले विहितस्य लुट् स्थाने शत्रुशानचौ भवतः विकल्पेन शत्रुप्रत्ययः केवलं परस्मैपदिधातुभ्यः विहितः अपि च कर्तर्त्रे एव सानच् प्रत्ययः केवलम् आत्मनेपदिधातुभ्यः विहितः कर्तर्त्रे कर्मण्यर्थे च भवति सूत्रं वदति शत्रुशानच् प्रत्ययौ भविष्यत्काले अपि उपयोगं कर्तुं शक्यते विकल्पेन अत्र इत्युक्ते शत्रुशानचोः द्वयोः अपि नामकरणं कुत्रचित् क्रियते तस्य नामकरणं तु सत् इति नाम भवति अस्ति इत्यस्य शत्रुप्रत्ययः सत् इति भवति खलु प्रायः ततः स्यात् तर्हि तस्य तु सत् इति नामकरणम् अपि अस्ति सूत्रम् अधुना वदामि लृटः सत् वा इति अस्ति खलु तर्हि सत् इत्युक्ते शत्रुशानचौ वा इति विकल्पेन तर्हि सत् शत्रुशानचौ इति तौ सत् इत्यनेन शत्रुशानचौ द्वयोः अपि ग्रहणं सूत्रमस्ति तृतीय अध्याये द्वितीयपादे सप्तविंशति अधिकशततमं सूत्रम् संज्ञासूत्रमस्ति शत्रुशानचोः अन्यसंज्ञा भवति अन्या संज्ञा सत् इति संज्ञा अनेन तौ सत् इति सूत्रेण शत्रुशानचोः सत् इत्यपि संज्ञा भवति तर्हि अनेन अस्मिन् सूत्रे किम् उक्तमस्ति लृटः स्थाने सत् इत्यस्यपि प्रयोगः भवति इत्युक्ते शत्रुशानचोः प्रयोगः विकल्पेन भवति भगिनि अत्र संज्ञासूत्रस्य संख्या का तत्तु 3-2 क्षम्यतां भगिनि आमां 3-2-127 धन्यवादः तौ सत् इति लिखितं तौ इत्युक्ते तत्र तु शत्रुशानचौ इति पठामि आं भगिनि पठतु भगिनि शत्रुप्रत्ययः केवलं परस्मैपदधातुभ्यः विहितः कर्तर्त्रे सानच् प्रत्ययः केवलम् आत्मनेपदधातुभ्यः विहितः कर्तर्त्रे कर्मण्यर्थे च भवति उभय द्वौ विधाः भवति कर्तुं शक्यं तत्र संशयः नास्ति खलु सिङ्गनाव् आत्मनेपदम् इति कृतेन अन इति आत्मनेपदस्य पदेन सह आगच्छति इति कृत्वा शानच् अन इति अस्ति खलु तदपि आत्मनेपदी दातुभ्यः अन इति आगच्छति इति जानीमः कर्मण्यर्थे सर्वे दातवः आत्मनेपदीस्वरूपं स्वीकुर्वन्ति खलु अस्तु भगिनि धन्यवादः भगिनि मणिमहोदय पठतु महोदय मम तु अद्य प्रातःकाले कश्चन संशयः जातः धातुतः शत्रुप्रत्ययः विहितः भवति शानच् वा शत्रु वा विहितः भवति केन सूत्रेण कृत् कृदन्तम् इति वदामः तस्य कृत्संज्ञा केन सूत्रेण भवति इति मम संशयः जातः अनन्तरमेव स्मृतं मया स्मरन्ति किं सूत्रम् केन सूत्रेण शत्रुशानचोः कृत् इति संज्ञा भवति इति कृत्तद्धितसमासश्च तेन प्रातिपदिकं प्रातिपदिकसंज्ञा भवति कृत्संज्ञा तु कृदति धातोः परे यत् प्रत्ययः तिङ् नास्ति तत्तु कृतिः कृदन्त् अस्ति धातोविहित तिङ् नास्ति तत् कृदन् अस्ति कृदन्तम् तर्हि तथा एव शत्र अपि अस्ति शानच् अपि अस्ति धातोः सार्वधातुकार्धधातुक दुर्विभजनं भवति नो चेत् भगिनि अत्र शत्रुप्रत्ययः षित् अस्ति इति कारणतः यदा भगिनी उक्तवती सार्वधा किञ्चित् सार्वधातुकम् इत्यनेन किन्तु सार्वधातुकसंज्ञा अस्ति षित् इत्यनेन किन्तु कृत् इति संज्ञा कुतः आगतः इति मम ब्रह्मः जातः तत्तु कृदति इति सूत्रम् अग्रे अग्रे पठति किं महोदय पठति किं महोदय मणिमहोदय पठामि शत्रन्त महोदय पठामि वा शत्रन्ताणां निर्माणप्रक्रिया शत्रन्ताणां निर्माणार्थं समग्रदृष्ट्या कार्यद्वयं भवति प्रातिपदिकनिर्माणं सुबन्धनिर्माणम् इति प्रथमतया प्रातिपदिकं निष्पादनीयं तदा सुबन्धपदम् प्रथमकार्यं सार्वधातुकप्रकरणे अन्तर्भूतं द्वितीयकार्यम् अस्माकं कृते नूतनं सुबन्धप्रकरणम् इति तर्हि किम् इत्युक्ते यत्र धातुः अस्ति धातोः परे प्रत्ययः भवति खलु यत्र अतिङ् प्रत्ययः इत्युक्ते कृत् प्रत्ययः तथा सम्भवति तस्मिन्नेव समये यदा कृत्प्रत्ययेन सह योजनं भवति तदा तस्य तु प्रातिपदिकसंज्ञा अपि भवति पूर्णतया धातु प्लस् कृत् इस् ईक्वल् टु प्रातिपदिकं केन सूत्रेण कित् कृत् अतीत समासस्य इति सूत्रेण तस्य प्रातिपदिकसंज्ञा प्राप्नोति तर्हि यत्र धातोः कृत् प्रत्ययस्य मेलनं भवति तदेव अस्ति प्रातिपदिकनिर्माणं तदेव प्रातिपदिकनिर्माणमपि अस्ति योजना अनन्तरं तस्य प्रातिपदिकसंज्ञा भूत्वा अनन्तरमेव सुप्रत्य विभक्ति विभक्तेः यत्र आगच्छति डिक्लेन्शन् सर्वं भवति एकवचनं द्विवचनं प्रथमविभक्ति द्वितीयाविभक्ति तत्र एव सुप्रत्ययस्य योजनं भवति खलु तर्हि प्रथमं प्रातिपदिकनिर्माणम् अनन्तरं सुबन्तनिर्माणं तयोः मध्ये भिन्नमपि अस्ति प्रथमं तु प्रातिपदिकनिर्माणम् अस्ति कृत्प्रत्ययस्य योजनेन अनन्तरं लिङ्गम् अनुसृत्य अपि नूतनप्रातिपदिकनिर्माणः उदाहरणार्थं पट प्लस् शत्रुप्रत्ययः अस्ति इति शत्रुप्रत्ययः तर्हि पटत् इति मूलप्रातिपदिकं तस्मात् पुल्लिङ्गस्य कृते पटन् इति स्त्रीलिङ्गस्य कृते पठति पठन्ति इति अनन्तरं नपुंसकलिङ्गस्य कृते पठत् इति नूतनप्रातिपदिकं लिङ्गम् अनुसृत्य भवति तदनन्तरं सुबन्तं योजयामः सुप् योजयित्वा सुबन्तं सुबन्तनिर्माणं भवति धन्यवादः अग्रिम अस्ति अनन्तरं सुबन्धरूपमपि व्यक्तेन तदेव विभक्ति प्रथमं तु मूलप्रातिपदिकं तदनन्तरं लिङ्गम् अनुसृत्य प्रातिपदिकम् आगच्छति खलु उदाहरणं श्रीलिङ्गे पठति इति पठन्ति इति तर्हि तत्तु भिन्नप्रातिपदिकम् अस्ति लिङ्गम् अनुसृत्य प्रातिपदिकं तत्तु द्वितीयसोपानं तृतीयसोपानमस्ति सुप्रत्यययोजनं सुगन्तनिर्माणं धन्यवादः चतुर्दश प्रातिपदिकं चतुर्दश प्रातिपदिकनिर्माणं लघुमार्गेण शार्ट्कट् पद्धत्या कर्तुं शक्यते पुनः शास्त्रीय प्रत्या साधयितुं शक्यते वस्तुतः लघुमार्गस्य आधारः शास्त्रीयरीतिः एव लघुमार्गः कः इति लघु शार्ट्कट् तस्य मार्गेण एव कर्तुं शक्यते शास्त्रीयरीत्या अपि कर्तुं शक्यते बट् वस्तुतः लघुमार्गः अपि शास्त्रीयरीत्या आधारेण एव भवति इति तत्र उक्तम् लघुमार्गः कः वदामः चेत् वयं भाषावर्गे पठामः खलु, यत्र बहुवचन लट्लकारस्य प्रथमपुरुष बहुवचनरूपं स्वीकृत्य तत्र अन्ति इति निष्कास्य अस्तिति योजनीयम् इति पूर्वं पठितवन्तः वयं, तदेव लघुमार्गः, तदेव शास्त्रीयरीत्या अपि माषिपि पश्यामः चेत् तदेव शास्त्रीयरीत्या तस्य सोपानानि तदेव सोपानानि अत्रापि भवन्ति, तदेव आधारः इति महोदय उक्तं. धन्यवादः महोदय. लघुमार्गः अहं पठामि वा अन्यः वा? पठतु पठतु. कस्यापि परस्मैपदी धातोः लट्लकारस्य प्रथमपुरुषस्य बहुवचन अन्तर्रूपं स्वीकरोतु. धातुः कस्मिन्नपि धातुगणे भवतु, नवसुगणेषु वदन्ति इव भवति. नाम सिद्धतिङ् प्रत्ययः अन्ति, ज्योत्यादिगणे ददति इव भवति. नाम सिद्धतिङ् प्रत्ययः अति इति. अधुना सिद्धतिङ् प्रत्ययं निष्कासयतु, तत् स्थाने शत्रुप्रत्ययस्य अत् इति योजयति. यत् रूपं निष्पन्नं तदेव शत्रुप्रातिपदिकम्. यदा भवान् उक्तवती तदेव अस्ति, अन्ति अस्ति चेत् तस्य स्थाने अत् इति योजयित्वा चेत् गच्छन्ति इति स्थाने, उदाहरणार्थम् अथवा वदन्ति इति स्थाने अन्ति स्थाने अत् योजयित्वा चेत् वदत् इति रूपं भवति. तत्येव कृत्प्रत्ययः न महोदय, तत् पदं वदत् इति शत्रुपदं न गच्छति, शत्रुन्दपदं. धन्यवादः महोदय. वादिगणे गच्छन्ति गच्छत्, अदादिगणे सन्ति सत्, योच्यादिगणे ददति दतत्, दिवादिगणे दीव्यति दीव्यत्, स्वादिगणे सन्त शिण्वन्ति शिण्वत्, दुदादिगणे ददन्ति दुदन्ति दुदत्, रुदादिगणे रुन्दन्ति रुन्दत्, तनादिगणे कुर्वन्ति कुर्वत्, क्रियापदि क्रियादिगणे क्रीणन्ति क्रीणम्. अत्र क्रीणन् क्रीणन् क्रीणत् इति प्रायः क्रीणत्येव क्रीणत् क्षम्यत् क्रीणन् चुरादिगणे चोरयन्ति चोरयत् इति. धन्यवादः भगिनि. अत्र सर्वत्र अत्र दशसु गणेषु प्रातिपदिकानि दत्तानि, चतुर्थप्रातिपदिकानि मूलप्रातिपदिकं सत्यं मूलप्रातिपदिकम्. अनन्तरम् एतस्य अनन्तरं लिङ्गम् अनुसृत्य प्रातिपदिकं भिन्नप्रातिपदिकं भवति. सरला भगिनी पठति. अस्तु. शास्त्रीयरीति गम् ल योगलट् गतौ विवक्षायां गम् ल इति धातु वर्तमान विवक्षायामां वर्तमान लट् वर्तमाने लट् गम् ल योगलट् लट् शत्रुशानच्च व प्रथमा समानाधिकरणे इत्यनेन लट् स्थाने शत्रु गम् ल योगशत्रु उपदेशे जनुनासिक इति लशक् तत्विद्यते तस्य लोप इत्येभिः अनुबन्धलोप गम् योग अत् तिङ् षित् सार्वधातुकम् इत्यनेन शत्रप्रत्यय सार्वधातुकप्रत्यय कर्तरि शप् इत्यनेन कर्तर्त्री सार्वधातुकप्रत्यये परे धातो शप् प्रत्यय भवति गम् योग शप् योग अत् इषुगम्यां छ इत्यनेन इष् गम् यम् एषां छकारो देश भवति शिति परे हल्यन्तम् इत्यनेन अनुबन्धलोप शप् अभवति गच्छ योग अच्छे च इत्यनेन चकारे परे संहितायां विषये ह्रस्वस्य तुगागमो भवति स्तोष्णाश्चुः इत्यनेन सकारस्य तवर्गीयस्य स्थान च स्थाने षकारस्य च वर्ग च आदेशः भवति षकारस्य च वर्गस्य च योजनेन गच्छ गच्छ तत्कारस्य चकार आगच्छति गच्छ गच्छयोग अयोग अत अतो गुणे इत्यनेन पूर्वपरयोः एक पररूपादेश गच्छ योग अत गच्छत् इति शत्रन्तप्रातिपदिकम्. इदानीं सारधातुकप्रक्रिया यथा तिङत् प्रत्यये भवति तस्य विवरणं दत्तमस्ति. गम् ऋम् उपदेशे यद् धातुः अस्ति तत् अर्थमस्ति गतौ विवक्षयामः. गम् ऋ इति लृ तस्य उपदेशे अजुनांसिक इति सूत्रेण लोप भवति, संज्ञा भवति तस्य लोप गम् इति तिष्ठति. लट् इति विवक्षा अस्ति, लट् लकार वर्तमाने लट् लट् आगच्छति. अत्र इदानीं अस्माकं शत्रु प्रत्यय तस्य विवक्षा अस्ति, लट् शत्र शानच वा प्रथमस्मान करणे इति सूत्रेण लट् स्थाने शत्र प्रत्यय आगच्छति. शत्र प्रत्यय इति अस्ति तस्य अपि उपदेशे अनुनासिक इति सूत्रेण ऋकारस्य इति ऋकारस्य संज्ञा लोप शकारस्य लश् लशकु तद्धते इति सूत्रेण तस्य लोप भवति यदि इति तिष्ठति. सो अनुबन्धालोपान्तरं धातो गम् भवति शत्रुप्रत्य अत् भवति. इदानीं शत्रुप्रत्य शकार अस्ति षित् अस्ति तिंश्चित् सार्वधातुकम् अनेन सार्वधातुक संज्ञा प्राप्नोति. यथा सार्वधातुक धातोतः विहित अस्ति तत् कर्त्री शप् आगच्छति. कर्त्री शप् आगत्य तत्र शप् इति विकरणपत्य आगच्छति. गम् इति भ्वादिगणे धातुः अस्ति, सो भ्वादिगणे विकरणपत्य शप् अस्ति, तो शप् अत्र तिष्ठति. गम् योग शप् योग अत् इति इदानीं गम् धातुः तस्य अङ्गकार्यं धातो धातो अङ्गकार्यम् इषु गमि यमा च इति सूत्रेण भवति. इति सूत्रेण यदि भवति सूत्र वदति तति इष् गम् यम् सूत्रस्य छकार आदेशो भवति शिति परे. सो अस्माकं धातु अत्र विकरणपत्य शप् अस्ति, शप् चित् अस्ति, अत्र शितिपरे तस्य गम् धातोः ते छकार आगच्छति. अपि पुनः शप् तस्य अपि अनुबन्धालोपनान्तर लशकु तत् ते शकारस्य लोप भवति, पकारस्य हलन्ति अनेन एव अवशिष्यते. सो तत्र तिष्ठति. सो गच्छ योग अयोग अत् पुनः छेच इति सूत्रेण छका ह्रस्वकारस्य परे यदि छकार अस्ति तत्र ह्रस्वकारस्य स्थाने तत्र आगम आगच्छति. गत् योगच्छ भवति गच्छ. अपि इदानीं स्तोष्णश्चुः सूत्रेण तकारस्य चकार भवति, गच्छ इति धातो भवति. सो गच्छ योग अयोगात् इति गच्छ इति धातुः अस्ति, अविकरणप्रत्यय अस्ति, अत् अस्ति यथा सिद्धतिङ् प्रत्यय अस्ति तथा सिद्ध शत्रुप्रत्यय अस्ति. इदानीमपि अतोगुणे इति सूत्रस्य प्रसक्तिः अस्ति. ह्रस्वकारपरे ह्रस्वकार अस्ति, सो पूर्वपर्वयोः स्थाने पररूप आदेश भवति. सो गच्छ योग अत् गच्छ योगात् गच्छत् इति प्रातिपदकं वयं वदामः. अत्र यदि तिङ्गं प्रत्ययः अस्ति तत्र वयं तत्र तिङ्ग क्रियापदमस्ति तिङ्ग समानसोपानानि सन्ति. अन्तिमभागे एव अन्ति इति योजनं भवति तस्य, तेन गच्छ योग अन्ति गच्छन्ति इति रूपं. यथा वयं सिङ्गन् प्रत्यय दृष्टवन्तः लकार विवक्षा लकारस्य व्याप्य विवक्षा अस्ति, तत् अनुसृत्य लस्य इति सूत्रेण यदि लट् अस्ति तत् शत्र शप् कर्तरि शप् आगच्छति सार्वधातुकप्रत्ययपरे, तत् कर्तरि शप् आगत्य तत्र धातो अनुसृत्य कः विकरणप्रत्यय अस्ति धातुगणभेदः आगच्छति तत्र, तु धातुगण अनुसृत्य अङ्गम् अङ्गस्य क्रिया भवति प्रत्ययपि सार्वधातुकमस्ति इति कृत्वा संज्ञा भवति कृत्वा समानसोपानानि समानसोपानानि सर्वे तत्र प्रत्ययः इति कृत्वा अत् इति योजनीयं भवति. यदि यदि अस्माकं तिङन्तरूपं साधनं पश्यामः चेत् तत्र तु अन्ति इति अन्ति इति योजनीयं तर्हि इति कृत्वा सोपानं तु समानम् इति कृत्वा एव अस्माकम् अस्माकं लघुमार्गः अस्ति. तत्तु शास्त्रीयरीत्या अपि सिद्ध्यति, शास्त्रीयरीत्या यत् यत् साधयामः तदेव लघुमार्गेण अपि एतावत्पर्यन्तं साधयामः खलु. अग्रे महोदय एकः सन्देहः अस्ति, महोदय एकः सन्देहमस्ति. गच्छयोः आयोः अर्थ चेच इति सूत्रेण ह्रस्वस्य तुगागमः भवति इति उक्तं, ह्रस्वस्थाने न भवति इति चिन्तयामि. ह्रस्वस्य अनन्तरं कृत्वा आद्यन्तौ टकितौ इत्यनेन अन्तिम अच्वर्णात् प्राक् आगच्छति. तानि इति तानि इति चेष इत्यनेन सकारे परे ह्रस्वस्य, तर्हि ह्रस्वस्वरस्य प्राक् आगच्छति. तानि तु ह्रस्वस्वरः अस्ति खलु, तर्हि ह्रस्वस्वरस्य प्राक् कित् अस्ति इति कृत्वा स्थाने पूर्णतया तस्य ह्रस्वस्य स्थाने इति नास्ति. तस्य तुकागमः तु कित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इति अनेन सूत्रेण. यदि कित् वा टित् वा मित् वा अस्ति चेत् यत्र स्थानी अस्ति तस्य तु आदौ वा अनन्तरं वा अनन्तरम् अन्तिमस्वरणात् प्राक् वा तथा आगच्छति. अस्तु महोदय, चकारस्य पूर्वं परन्तु गकारस्य परं वा आर् गकारस्य ह्रस्वस्वरः कः अस्ति? ह्रस्वस्वरस्य अनन्तरं अनन्तरं स्थाने नास्ति ह्रस्वस्वरस्य अनन्तरं कित् अस्ति इति कृत्वा स्थाने आदेशः भवति, अत्र आगमः अस्ति. अनन्तरं चित् सर्वे तु आगमाः सन्ति. तानि षष्ठी विभक्त्या यत् सूचितं तस्य आदौ वा अनन्तरं वा नो चेत् अन्तिमचुवर्णात् परं वा आगच्छति तथा अस्ति. चित् अस्ति चेत् अन्तिमचुवर्णात् परं, चित् अस्ति अस्ति चेत् आदौ तानि इत्यस्य आदौ आगच्छति, कित् अस्ति चेत् तानि इत्यस्य अनन्तरम् आगच्छति. धन्यवादः. पुष्पा भगिनी पठति किं भगिनी देयम् इत्युक्ते भगिनी अत्र अतो गुण भगिनी एकः प्रश्नः अस्ति. अत्र उपरि उपदेशावस्थायां धातुः दत्तमस्ति गम् लृ, तत्र उच्चारणं कथं भवेत्? तत्र गम् लृ इति वदामः वा नो चेत् गम् लु गम् लृ इति? आं मम लृ इति अस्ति. तत्र तु अनन्तरम् उच्चारणमिति साक्षात् पश्यामः चेत् उदात्त अनुदात्त इति सर्वं द्रष्टव्यं खलु, तथा वयं न कुर्मः. तत्र लकारस्य उच्चारणं कथं भवेत् इत्युक्ते लृ इति वदामः वा नो चेत् लु इति वदामः? लृ इति मम उच्चारणं तथा अस्ति लृ इति. सम्यक् न इत्येव अस्ति. आम् आं तदेव मन्ये. अतो गुणे पठामि केवलम् अनुवृत्तिसहितप्रथमवाक्यम् अनुवृत्तिसहित. अतो गुणे अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः परपूरूपं एकादेशः स्यात्. अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहिताय अत्र आयोगः अस्ति आयोगः अस्ति तथैव एक तु गच्छति लोपः गच्छति एक एक भगिनि अत्र लोपः इति किमपि नास्ति अपदान्त अकारः अस्ति अनन्तरं गुणवर्णः गुणवर्णः गुणवर्णः इत्युक्ते यदि ह्रस्वकारः भवितुम् अर्हति एकारः ओकारः अपि भवितुम् अर्हति तर्हि ह्रस्व अपदान्त ह्रस्वकारात् प्राक् यदि गुणवर्णस्य कश्चन वर्णः अस्ति चेत् पूर्वपरयोः स्थाने पररूपम् आगच्छति किन्तु अत्र मुख्यविषयः तु साधारणतया अकः सवर्णदीर्घः भवति सवर्णदीर्घसन्धेः अपवादः आं भगिनि सत्यं भगिनि वृद्धिरेचि इत्यस्य अपि अपवादः अस्ति एच् परे अस्ति चेत् वृद्धिः भवति खलु आम् ध्येयं यत् शत्रुप्रत्यये शकार ऋकारयोः इत् संज्ञा लोपः च शकारः इत् इत्यनेन षित् अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन अयं प्रत्ययः सार्वधातुकं सार्वधातुकः ऋकारः इत् इत्यनेन उगित् उक् प्रत्यहारे इत् संज्ञा सह यस्य सः तत् आगच्छति ऋकार उक् प्रत्यय आगच्छति उगिता उगिति उगिदचाम् अस्मात् उगिदचां सर्वनामस्थाने स्थाने धामो धातोः इत्यनेन नुम् आगमः विहितः अस्माच्च स्त्रीविवक्षायाम् उगितश्च इत्यनेन स्त्रीप्रत्ययः ईप् विहितः भवति ईप् ईप् विहितः भवति प्रत्ययः विहितः भवति किम् इत्युक्ते नीप् प्रत्ययः तु नदी प्रत्ययः यदा अस्ति तथा नीप् इति नदी इत्यस्य ईकरः तु नीप्तः आयाति अत्र किम् इत्युक्ते अत्र तु संक्षिप्तरूपेण अग्रे यत् पक्ष्य द्रक्ष्यामः तत् अत्र महोदय संक्षिप्तरूपेण उक्तवान् किमित्युक्ते सारांशरूपेण पश्यामः चेत् षित् अस्ति इति कृत्वा सार्वधातुकसंज्ञा प्राप्नोति शत्रुप्रत्ययः तर्हि अत्र किमित्युक्ते तस्मिन् समये ऋकारस्य शत्रु इत्यस्य ऋकारस्य इत्संज्ञा भवति खलु पूर्वं भगिनी यथा उक्तम् इत्संज्ञा भवति तर्हि इत्संज्ञा भवति इति कृत्वा ऋकारः अपि उक् प्रत्याहारस्य कश्चन वर्णः अस्ति इति कृत्वा उकित् इत्यपि वक्तुं शक्यते उगित् इत्यपि तस्य नामकरणं वक्तुं शक्यते ऋकारस्य इत्संज्ञा यत्र भवति तत्तु उगित् इति वक्तुं शक्यते इति कृत्वा सूत्रमस्ति उगितशां सर्वनामस्थाने अधातोः इति सूत्रमस्ति तर्हि अनेन सूत्रेण नुमागमः कुत्रचित् आयाति इति सर्वनामस्थाने इति अस्ति इत्युक्ते पञ्चविभक्तिरूपाणि यानि सन्ति तत्र आयान्ति उदाहरणार्थं पश्यामः चेत् गच्छन् पुल्लिङ्गे अधुना पश्यामः पचन्तौ पचन्तः पचन्तं पचन्तौ इति प्रथमपञ्चस्थानम् अस्ति खलु तस्य तु सर्वनामस्थानम् इति वदामः तत्र प्रथमपञ्चस्थाने नुमागमः भवति पुल्लिङ्गस्य विषये वदामः तर्हि प्रथमपञ्चस्थाने नुमागमः भवति अधुना अनन्तरं पश्यामः चेत् द्वितीया विभक्ति बहुवचने षष्ठस्थानं पश्यामः चेत् तत्र तु नुमागमः नास्ति पचतः इत्येव अस्ति द्वितीया विभक्ति बहुवचने तृतीयविभक्तौ तु किं भवति पचता पचद्भ्यां पचद्भिः तत्र सर्वत्र तु अग्रे तु नास्ति एव नुमागमः केवलं प्रथमपञ्चस्थानेषु एव भवति तर्हि तस्य कारणमस्ति उगितसां सर्वनामस्थाने इति सूत्रेण. अनन्तरं किम् अस्ति, यदि स्त्रीप्रत्ययः, अधुना तु पुल्लिङ्गस्य विषये वयं दृष्टवन्तः, स्त्रीविवक्षायां स्त्रीलिङ्गे प्रातिपदिकं यदा निर्माणं कुर्मः तत्र किम् इत्युक्ते उगितस्ति इति कृत्वा, शतृप्रत्ययः उगितस्ति इति कृत्वा उगितस्य इति सूत्रेण नीप्रत्ययः विहितः भवति इति कृत्वा इ इति, तर्हि पचत् प्लस् इ पचति इति स्त्रीलिङ्गप्रातिपदिकनिर्माणं. तत्र तु स्त्रीलिङ्गप्रातिपदिकनिर्माणं, तर्हि तत्र पुनः तत्रापि नुमागमः भवति अन्यसूत्रेण, तर्हि तत्र तु पचन्ति इति रूपं, पठन्ति पचन्ति इति रूपाणि स्थापयामः तत्र. अस्तु, तर्हि तत्र तु भिन्नकारणेन, तत्र तु इन्ति इति भिन्नकारणेन, भिन्नसूत्रेण इन् इति आयाति, पठन्ति इति भिन्नसूत्रेण, किन्तु सारांशः इत्युक्ते उगितस्ति इति स्मर्तव्यं. तर्हि पुल्लिङ्गे सम यत्र प्रथमपञ्चस्थलेषु नुमागमः भवति उगितसां सर्वस्थाने इति, अनन्तरं स्त्रीलिङ्गे प्रातिपदिक एव निर्माणे, प्रातिपदिकनिर्माणे नदी प्रत्यय नदी शब्दवत् इ इति अन्ते आयाति, पचन्ति कृत् प्रत्ययः पश्यामः चेत् अपि कुर्वति इति. क्षम्यताम्, अत्र यदि कृत् क्षम्यतां कृ धातुः अस्ति चेदपि कुर्वति इति रूपम् ईकारः अस्ति, कुर्वत् प्लस् इ कुर्वति इति प्राप्नोति. तर्हि उगितस्ति इति स्मर्तव्यं, तर्हि सूत्रद्वयम् अस्ति उगितस्ति कृत्वा, उगितस्यां सर्वनामस्थाने इति पुल्लिङ्गे आगच्छति, अनन्तरम् उगितस्य इति स्त्रीलिङ्गे नीप्रत्ययः विहितः भवति इति सारांशरूपेण अग्रे द्रक्ष्यामः एतत् सर्वम्. अग्रे भगिनी अग्रिमवाक्यमपि पठति. अत्र प्रश्नः उदेति, किमर्थं लघुमार्गः सर्वत्र कार्यं करोति? उत्तरं वर्तते यत् तस्य पृष्ठतः शास्त्रीयविधिः अस्ति एव. तद्दु लघुमार्गः शास्त्रीयरीत्या एव आगच्छति, लघुमार्गः अपि. आं भगिनि, धन्यवादः भगिनि. पुनः अस्माकं तस्य पर्यायः लक्ष्मी भगिनी पठति किं भगिनि? अत्र सार्वधातुकप्रत्ययाः तदारभ्य वा भगिनि? सार्वधातुकप्रत्ययाः केवलं चतुर्विधाः, अजाद्यपित् हलाद्यपित् अजादिपित् हलादिपित्. तदनुगुणं सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधम् एव भवति. इदं तथ्यं मनसि निधाय यः पाणिनीयव्याकरणक्षेत्रे अग्रे सरति तस्य कृते मार्गः सरलः एव. चक्रत्र सार्वधातुकप्रत्ययाः चतुर्विधाः वयं जानीमः. अत्र अजादिप्रत्ययाः अजादि अपित् हलादि अपित् अजादिपित् हलादिपित् इत्युक्ते एतावत् पर्यन्तं वयं कार्यं साधितवन्तः खलु. पुनः अग्रे तिङन्तप्रसङ्गे एतत् सर्वम् अस्माभिः अवलोकितं प्रागेव. दृष्टान्तरीत्या पुनः स्मार्यते येन सर्वेभ्यः अतिस्पष्टं स्यात्. अत्र हलादिपित्सु लट्लकारे चिनु इति अङ्गमस्ति. चिनुयोगः ति ति इति हलादिपित् प्रत्ययः, अतः पित्सु गुणः भवति. अतः अत्र इकः गुणः, अत्र चिनु इत्यस्मिन् इगन्ताङ्गम् अस्ति, अतः इकः गुणः भवति सार्वधातुकार्धधातुकयोः इत्यनेन. अत्र ति इति तिङ्प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति. तदर्थं चिनु चिनो भवति, चिनो योगः ति. अत्र हलादिपित्सु सन्धिकार्यं नास्ति, अतः केवलं वर्णमेलनेन चिनोति रूपम्. अजादिपित्सु लोट्लकारे लोटि चुनुयोगः अत्र सिद्धतिङ् प्रत्ययः आनि अस्ति. आनि इति अजादिप्रत्ययः, पित् प्रत्ययः, अतः गुणः भवति. अत्रापि सार्वधातुकार्थधातुकयोः इत्यनेन इकः तिगन्ताङ्गस्य गुणः भवति, अतः चिनु चिनो भवति. चिनोयोगः आनि, अत्र चिनोयोगः आनि, अत्र ओकार आकारयोः मेलनमस्ति अत्र. किन्तु अत्र ओकारस्य स्थाने केवलम् अत्र पूर्वप्रयोः नास्ति, केवलम् ओकारस्य स्थाने एव अवादेशः भवति. यान्तवान्तादेशसन्धिः भूत्वा यजोयवायावः इत्यनेन अनन्तरं चिनवाणी रूपं सिद्ध्यति. हलादि हलादि अपित्सु लट्लकारे चुनियोगः तः, तः इति द्विवचनप्रत्ययः. हलादि अपित् प्रत्ययः, अपित्सु गुणनिषेधः भवति. सार्वधातुकम् अपित् अपि च क्निति च इत्याभ्यां सूत्राभ्याम्, अत्र क्निति च विधिसूत्रमस्ति. सार्वधातुकम् अपित् परिभाषासूत्रम् अनेन अनयोः द्वयोः सूत्रयोः कारणेन हलादिषु सन्धिकार्यं नास्ति. अत्र चिनियोगः तः चिनुतः इति रूपम् आगतं. हल अजादपित्सु लटि, चिनुयोगः अन्ति. अत्र चिनुयोगः अन्ति, अन्तिप्रत्ययः बहुवचनप्रत्ययः, अन्ति अजादप्रत्ययः, अपि च अपित् प्रत्ययः. अपित्सु अपित् प्रत्ययेषु गुणनिषेधः भवति वयं जानीमः, किन्तु अत्र अजादे अपित्सु यण्सन्धिः हूष्णुवोः सार्वधातुके इत्यनेन यणादेशः भवति इति उक्तमस्ति. तत् किमित्युक्ते किमित्युक्ते सामान्यसूत्रम् अस्माकम् अस्ति इको यणचि इति यण् आदेशः भवति सामान्यकार्यं, किन्तु तद् प्रभात्य यत्र श्नु प्रत्ययः अस्ति तत्र तु अचिष्णु धातु ब्रुवान् यो युवरिवङ्गौ इत्यनेन उवङ्ग आदेशः स्यात्, किन्तु तदपि अनन्तरं प्रभात्य उष्णुवोः सार्वधातुके इति असंयोगपूर्वकः यत्र पूर्वक अङ्गम् अस्ति चेत् उष्णुवोः सार्वधातुके इति सूत्रेण पुनः यन् आदेशः एव विहितः भवति. अत्र यथा भवती उक्तवती असंयोगाङ्गम् इत्युक्ते अत्र अत्र किम् अस्मिन् शक्नोति इति यत्र वदामः, शक्नोति चिनोति इति रूपद्वयं पश्यामः चेत् कः भेदः, शक् इक् नो इति अस्ति, संयोगपूर्वक उकारान्तं श्नु अन्तम् अस्ति, किन्तु अत्र उकारान्तम् अङ्गमस्ति. एतदस्ति चि नु इति एव अस्ति, संयोगः नास्ति खलु, संयुक्तवर्णः अत्र संयोगः किमपि नास्ति खलु. अलोन्तराः संयोगः इति सूत्रमस्ति इत्युक्ते अल् वर्णद्वयम् आगच्छति यत्र मध्यस्वरः नास्ति चेत् तत्र तु संयोगः इति वदामः. शक्नोति यत्र अत्र संयोगः वर्तते, चिनोति इत्यत्र संयोगः नास्ति. तर्हि यत्र संयोगः नास्ति पूर्वम् अङ्गे धातोः श्नु धातोः संयोगः अङ्गस्य संयोगः नास्ति चेत् उष्णोः सार्वधातुके इति सूत्रम् आगत्य पुनः यन्नादेशः एव विददाति. अस्तु, इत्युक्ते अत्र यथा किञ्चित् मम अवगमनार्थं वदामि भगिनि. अत्र भवती उक्तवती शक्नोति इति अस्मिन् तत्र शक्नु तत्र संयोगः अस्ति, हलोनन्तराः संयोगः इत्यनेन तत्र द्वयोः हल्वर्णयोः मध्ये अच्वर्णः नास्ति, स एव संयोगः. किन्तु अत्र चिन् चिनु इत्यस्मिन् अत्र संयोगः नास्ति, इत्युक्ते असंयोग अङ्गम् असंयोगपूर्वक उकारः अस्ति अत्र. उकारस्य उकार अकारयोः मेलनमस्ति इत्युक्ते संयोगः नास्ति खलु, केवलं नकारः एव अस्ति. अतः अत्र हूष्णुवोः सार्वधातुके इत्यनेन यणादेशः, उकारस्य स्थाने वकारादेशः भवति. तदर्थमेव चिन् चिनु उकारस्य स्थाने वकारः आम् चिन्वन्ति यदि शक्नोति इत्यस्मिन् पश्यामः चेत् शक्नुवन्ति इति वदति उ आदेशः भवति उवङ्गादेशः शक्नुवन्ति धन्यवादः भगिनि भेद अचिष्णु धातु युवार् युवङ्गो ब्रू युवार् युवङ्गो इति प्रभाद्य ऊष्णवो सार्वधातुके कार्यं करोति द्वयो उकारान्त श्नु अङ्गमस्ति द्वयो प्रति अस्ति अच् प्रत्यय परे अस्ति सार्वधातुक अच् प्रत्यय सर्वे निमित्तानि समानानि केवलं कृष्णोः सार्वधातुके इति सूत्रे असंयोगपूर्वक उकारः इति अनुवृत्तिः आयाति असंयोग इति अनुवृत्तिः आयाति इति कृत्वा असंयोगपूर्वक उकारान् तानाम् अङ्गानां कृते उष्णोः सार्वधातुके इति चेत् कार्यं द्वयोः निमित्तं कितिङिति परे अस्ति द्वे आं भगिनि नो चेत् किं भवति सार्वधातुक अर्धधातुयोः इति इत्यनेन ओ इति भवति गुण भवति अस्तु गुण भवति आं भगिनि साधु समयम् अस्ति चेत् अचिष्णुदातुभ्रूयोरङ्ग समयं नास्ति चेत् उष्णो सारदातु उष्णो आम् तथा अस्ति किमि अत्र किं सन्धि अस्ति उवङ्ग् उवङ्ग् इति यदि शक्नु इति अङ्गम् आसीत् चेत् शक्नु अपि न न यण् सन्धि तत् सन्धि अस्ति न उवङ्ग् उवङ्ग् यण् सन्धिः एव यण् सन्धि प्रभाद्य उवङ्ग् इको यण्चि प्रभाद्य उवङ्ग् आदेशः अचिष्णु दब्दातु ब्रुवाङ्ग् युवर् युवोरिवङ्गौ इति सूत्रेण किन्तु तदपि प्रभाद्य उष्णुवद सार्वधातुके इति पुनः यण् आदेशः आगच्छति उष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति यण् सन्धिः एव यण् सन्धिः नास्ति यण् आदेशः आं सत्यं किन्तु साक्षात् पश्यामः चेत् यण् इति एव आदेशः उष्णु सन्धि नास्ति सन्धिकार्यं नास्ति एतद् अङ्गकार्यम् अस्ति धन्यवादः भगिनि अरुणा भगिनी पठति किं भगिनि अरुणा भगिनि आर्यं एवं च सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधं तिङन्तप्रसङ्गे सर्वाणि चत्वारि प्राप्यन्ते यथा उपरि प्रदर्शितम् अधुना सत्रन्तप्रसङ्गे अयं सिद्धान्तः पुनः अन्वितः किन्तु सत्रन्तप्रसङ्गे चतुर्षु कार्येषु एकविधमेव सञ्जायते अहं न अवजानामि अहं वदामि नास्ति चिन्ता भगिनि अजादिपित्तु यत् क्रियते तत् अतः अत्र अस्माकं कृते सौलभ्यम् इत्युक्ते यत्र वयं तिङन्तनिर्माणं पश्यामः तत्र तु चतुर्विधानि सन्ति कार्याणि हलादिपित् अजादिपित् हलादि अपित् अजादि अपित्सु इति कार्याणि सन्ति खलु तत्र संशयः नास्ति किन्तु शत्रुप्रत्ययः अत्र पश्यामः चेत् शत्रु इति प्रत्ययः कीदृशप्रत्ययः अनुबन्धलोपानन्तरं किं भवति शकारस्य सार्वधातुक अस्ति सार्वधातुक प्रत्ययः अस्ति तर्हि विकरणप्रत्ययः मध्ये निश्चयेन आयाति कर्तृत्वे इति कृत्वा अनन्तरं किमस्ति अत्र अजादि अस्ति अत् इति अनुबन्ध अनन्तरम् अत् इति अस्ति अजादि अस्ति पित् अस्ति किं शत्र इति शब्दे पित् पकारः अस्ति किं नास्ति खलु पित् अस्ति तर्हि शत्रुप्रत्ययः अजादि अपित् प्रत्ययः अस्ति तर्हि एकमेव विषयमस्ति चतुर्विधाः न सन्ति अत्र शत्रुप्रत्ययस्य कृते तु एकविधमेव कार्यमस्ति सर्वत्र तु यत्किमपि शत्रुप्रत्ययः इति स्वीकुर्मः चेत् एव अजादि अपित् प्रत्ययः इति स्मर्तव्यं तर्हि अस्माकं तिङ्प्रत्ययस्य यत्र वयं दृष्टवन्तः च चतुर्विधानि कार्याणि दृष्टवन्तः, तत्र तु अजादि अपि तु इति यानि सूत्राणि यानि कार्याणि अस्माभिः दृष्टं तानि एव सूत्राणि अत्रापि आगच्छन्ति. किमर्थं शत्रुप्रत्ययः अपि अजादि अपि अस्ति. अन्ति इत्यस्मिन् यानि कार्याणि सन्ति बहुवचने लट्लकारस्य बहुवचने तानि एव कार्याणि अत्रापि अत् इति अस्ति प्रत्ययः. किन्तु तर्हि शत्रन्तप्रसङ्गे चतुर्षु कार्ये एकविधमेव सञ्जायते. किमस्ति अजादि अपि यत् कार्यं तदेव कार्यम् अत्रापि अत्र पश्यामः इति. तर्हि सौलभ्यम् अस्ति, चतुर्विधकार्याणि न द्रष्टव्यानि, केवलम् एकविधकार्यं यस्माभिः तत् पूर्वम् अस्माभिः दृष्टमेव तदेव कार्यम् अत्र प्रवर्तते इति. अग्रिम पङ्क्तिमपि पठति किं भवति. अन्ति इति सिद्ध अतिङ् प्रत्ययः अजादि अपित् सार्वधातुकप्रत्ययः. नवसु गणेषु अन्ति इति एव अतिङ् प्रत्ययः भवति. जुहात्यादिगणे अति अस्ति, सः अपि तथा अजादि अपि सार्वधातुकप्रत्ययः. सर्वेषु गणेषु मूलप्रत्ययः झि इति स्मर्यताम्. झि अपि च तिङ् षन् सार्वधातुकश्च, अतः अन्ति अजादि अपि सार्वधातुकः. अस्य अभिज्ञानम् अत्यावश्यकम्. तर्हि केवलं जि इत्यस्मिन् अस्माभिः यत् कृतम् इत्युक्ते लट्लकारस्य प्रथमाविभक्ति बहुवचने यत् कृतं तदेव अस्ति खलु. तत्र किम् अत्र अस्माकं नवगणेषु यत् अस्माकं नवगणेषु अपि अन्ति इति आसीत्, केवलं जुहोत्यादिगणे अति इति आगतम्. तर्हि अदभ्यस्तात् इति सूत्रेण अति इति आगतं, नो चेत् सामान्यकार्यमस्ति जोन्तः इत्यनेन अन्ति इति आसीत्. जुहोत्यादिगणे जुहोता अदभ्यस्तात् इति सूत्रेण अति इति आगतं. तर्हि तदेव अत्र इति किमस्ति इति आसीत्. तर्हि तत्र वयं किं किं दृष्टवन्तः तदेव पुनः तदेव उक्तमस्ति. तत्र अजादि अपि प्रत्ययः इति कृत्वा समानकार्यम्. धन्यवादः. धन्यवादः भगिनि. मणिमहोदय पठति. क्षम्यतां महोदय. शत्रुप्रत्ययस्य सिद्धप्रत्ययः अत् सो अप्य अजादि अपि सार्वधातुकः. अधः यत् कार्यम् अन्ति अति प्रत्ययपरे भवति, तदेव कार्यम् अत् प्रत्ययपरे अपि भवति. शरं प्रतिशतम् आम् आम् आहत्य लट् लकारस्य प्रथमपुरुष बहुवचने यत् कार्यं भवति तत् सर्वं समानरीत्या भवति शत्रुप्रत्ययपरे. अधः लघुब्ध यदृशया कार्यं करोति इति न प्रस्तुतः शास्त्रीय अर्थकस्तु अस्ति एव. गच्छन्ति इत्यस्य व्युत्पन्नं यत् कार्यं यत् कार्यं भवति तदेव समानकार्यं भवति गच्छति इत्यस्य व्युत्पत्त्यर्थम्. अपि च अयम् अन्वयः तिष्ठति सर्वेषां द्विसहस्रसाधूनां कृते. समान लघुमार्गे दृष्टं शास्त्रीयमार्गे दृष्टं समानमेव द्विसहस्रधातूनां कृते अपि. अग्रे महोदय, स्वादिगणे विष्णुपठामि वा सार्वधातुकं स्वादिगणे चिन्तवन्ती इति पश्यामः. अजादि अपि सार्वधातुकप्रत्ययः, अतः विष्णोः सार्वधातुके इत्यनेन यन्नादेशः ऊस् स्थाने वा अधुना चत्रन्ते चिनु व्यवहात् इति स्थितौ अपि तदेव कार्यं यन्नादेशः चिनु व्यवहात् स्थाने वा चिन्वत् इति शास्त्रीयप्रातिपदिकम्. अत्र तु पुनः चिनुयोगः अस्ति, असंयोगपूर्वक उकारः अस्ति इति कृत्वा परे तु किम् अस्ति अपित् प्रत्ययः अस्ति इति कृत्वा निद्वत् अस्ति इति कृत्वा विष्णोः सार्वधातुकी इति सूत्रम् विष्णोः सार्वधातुकी हू धातुः अपि च स्नुः प्रत्ययान्तः समये उपविश्य उकारस्य स्थाने अन्नादयः भवति इति अजादि सार्वधातुकप्रत्यये परे तनादिगणे कुरु व्योः अन्ति कुर्वन्ति अत्र इको एनचि इत्यनेन ऊ स्थाने वा कुरु व्योः अत् कुर्वत् इति स्थितौ अपि इको एनचि इत्यनेन उकारः भवति तत्र तु हू स्नु अपि नास्ति स्नु अङ्गमस्ति नास्ति हू अपि नास्ति इति कृत्वा अस्माकं तु कुरु योगः अन्ति कुर्वन् इको एनचित् एव कार्यं करोति अत्रापि एन् आदेशः सारांशः एवं यत् सर्वेषु दशसु गणेषु कार्यं समानं भवति लटि सतरि च लट् लकारस्य प्रथमपुरुष बहुवचने यत् यत् कार्यं भवति तत्सर्वं समानरीत्या भवति शत्रुप्रत्ययपरे कारणम् अस्ति उभयत्र प्रत्ययः अजादि अपि सार्वधातुके अनन्तरं पुल्लिङ्गे नगुंसृज्य चतुरन्त प्रातिपदिकं तदेव गच्छत् चिन्वत् कुर्वत् इत्यादीनि रूपाणि एकवारं यदा कृत् प्रत्ययः धातुतः संयुक्तः तदा कृत् तद्धितसमासः इति सूत्रेण प्रातिपदिकं सम्यक् झटिति अग्रे अपि गतवान् किम् एकं कारणम् उभयत् अजाति अपि सार्वधातुक पुल्लिङ्गे नपुंसकलिङ्गे च अन्यः कुर्यात् अन्यः पठेत् आम् आम् पुल्लिङ्गे नपुंसकलिङ्गे चतुरन्तरूपाणिपदिकं गच्छत् चिन्वत् कुर्वत् इत्यादीनि रूपाणि एकवारं कृत् प्रत्ययः धातुतः संयुक्तः तदा कृत् तद्धितसमासः इति सूत्रेण प्रातिपदिकं सम्यक् प्राप्ता तर्हि शत्रन्तरूपाणि वा शानजन्तरूपाणि वा सर्वेषामपि प्रातिपदिकसंज्ञा वर्तन्ते कृत् तद्धितसमासश्च इति सूत्रेण प्रातिपदिकं प्राप्तस्य अनन्तरमेव अन्यकार्यं भवितुमर्हति आं महोदय धन्यवादः महोदय दशसु गणेषु तथा गच्छत् सत् ददत् दीव्यत् चिन्वत् दुदत् रुन्धत् कुर्वत् क्रीणत् चोरयत् इति प्रातिपदकस्य निर्माणे धातुगणम् अनुसृत्य कार्यं भिद्यते विकरणप्रत्ययभेदात् परन्तु अस्माकं लघुमार्गसम्मानः सर्वत्र उपरि दृष्टं शास्त्रीयचिन्तनं च समानम् अग्रिमे पाठे गणम् अनुसृत्य कार्यम् अवलोकष्यते इदानीं दशसु गणेषु तथा भ्वादिगणे सत्र प्रत्यन्त योजित्वा यत् वयं प्रातिपदकम् आप्नुमः तत् तत्र गच्छत् अदादिगणे अस्ति सत् जुहोत्यादिगणे ददत् द्व्यादिगणे दीव्यत् स्वादिगणे चिन्वत् तुदादिगणे तुदत् रुदादिगणे रुन्धत् तनादिगणे कुर्वत् क्रियादिगणे क्रीणत् चुरादिगणे चोरयत् इति वयं प्राप्नुमः प्रातिपदकस्य निर्माणे धातुगणम् अनुसृत्य कार्यं भिद्यते विकरणप्रत्ययभेदात् यथा वयं पूर्वं सार्वधातुकप्रक्रिया दृष्टवन्तः तथैव शत्रुप्रत्ययसार्वधातुकप्रक्रियायां विकरणप्रत्यय शप् कर्तरि प्रत्यय आगत्य तस्य अनन्तरं तस्य विकरणप्रत्यय तत्र शप इति प्रबाद्य इति धातु अनुसृत्य विकरणप्रत्यय आगच्छति तस्य आगत्य तदनन्तरं यः धातु अपि विकरणप्रत्यय मेलनम् अङ्गं भवति तद् अनन्तरम् अङ्गं योग अत् इति भव योजयामः इति प्रातिपदकम् आप्नुमः सा भवति लघुक्रिया अत् यदि तिङन्तप्रत्ययस्य प्रथमपुरुषे बहुवचने अन्ति अस्ति सर्वे गणानाम् अन्ति द्वादिगणे अति अस्ति इति निष्कास्य यदि अत् योजयामः वयं लघुमार्ग आप्नुमः तत् लघुमार्ग अपि प्रक्रिया सार्वधातुकप्रक्रिया शास्त्रीयरीता रीतिः एव अस्ति इति सारांशे तद् दत्तम् अस्ति. अग्रे अग्रे पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातु विकरणप्रत्ययोः मेलनं, द्वितीयसि तिङ्प्रत्ययसिद्धि, तृतीयसि तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. यथा धातु पाठे तिङ्प्रत्ययनिर्माणार्थं त्रीणि सोपानि वयं दृष्टवन्तः, तथैव अत्र अपि त्रीणि सोपानानि सन्ति. प्रथमसोपानम् अस्ति विकर्णप्रत्यय अपि धातुतयोः मेलनं. धातोः अङ्गकार्यं भवति वा विकर्णप्रत्ययस्य तस्य मिलित्वा एकम् अङ्गकार्यं भवेत्. द्वितीय अस्ति तिङ्प्रत्ययसिद्धिः, तत् अस्ति लघुकार्यं. शत्रुप्रत्यय अस्माकं अनुबन्धलोपान्तरम् अत् भवति इति द्वितीयकार्यं भवति. तिङ्प्रत्ययनिमित्तम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययो मेलनं, यदि अङ्गम् आप्नुमः तदनन्तरं तिङ्प्रत्यय अत् योजनेन यः पदं निष्पन्नं भवति शत्रुप्रत्ययस्य प्रातिपदिकं धातुविहितं भवति इति. प्रथमसोपान अस्तु तदेव भगिनी यत् उक्तं तदेव अग्रे अस्ति. आम् अस्तु आमा तदेव अस्ति अत्र पूरयतु भगिनी. प्रथमसोपाने अङ्गं निष्पन्नं, द्वितीयसोपाने तिङ्प्रत्ययसिद्धि, तृतीयसोपाने अङ्गतिङ्प्रत्ययो मेलनं. शत्रुन्तप्रसङ्गे अपि अयमेव क्रमः, परन्तु द्वितीयसोपानम् अत्यन्त लघु, सर्वत्र सामान्यं. शत्रु अनुबन्धलोपान्तरम् इति वयम् अपि दृष्टवन्तः इदानीं. प्रत्ययः एकमेव प्रत्ययः अस्ति, एकः एव प्रत्ययः अस्ति, तत्तु अत् इति प्रत्ययः. तर्हि द्वितीयसोपानं बहु लघु अस्ति इति कृत्वा केवलम् अत् इति एव निर्माणं भवति. अनन्तरं तृतीयसोपानं तु अङ्गं योगः अत् इति मेलनम्, अत् इति प्रत्ययस्य मेलनं तृतीयसोपानम्. आं भगिनि, अत्र अग्रे अग्रे महोदयेन एतावत् पर्यन्तमेव दृष्टं. स्त्रीलिङ्ग भगिनी शपशनो नित्यम् अति एकं वाक्यमपि पठति किं भगिनि? अस्तु ओके. पुंसि नपुंसके च सुबन्तपदानां कुत्रचित् नकारमागमः दृश्यते, गच्छन् गच्छन्तम् इत्यादीनि रूपाणि. पुनः अन्यत्र नुमागमः नैव दृश्यते, गच्छत् गच्छद्भ्यां गच्छत्सु इत्यादीनि रूपाणि. तत् चिन्तनम् इतः अग्रे द्वितीयपाठे भविष्यति, यदा शत्रान्तां सुबन्तप्रकरणं परिशील्यते. यद् इदानीं वयं दृष्टवन्तः यद् प्रातिपदकं निर्माणं भवति तत्र नुमागमः न आगच्छति, यदि किन्तु पुंसि नपुंसके प्रातिपदके नुमागमः नास्ति, किन्तु नुमागमः कुत्र सुबन्तपद यदि योजयामः तत्र आगच्छति नुमागमस्य प्रकरणं. तत्र नुमागमः पुल्लिङ्गे अस्ति, प्रथमपञ्चस्थलेषु पञ्च सर्वनामस्थाने पञ्च प्रथमषड् स्थानेषु आगच्छति. अस्तु, सो यथा भवती उक्तवती गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ इति भवति प्रथम पञ्च श्रवणामस्थाने पुल्लिङ्गे. नपुंसकलिङ्गे तु केवलम् अन्तिम यत् बहुवचने अस्ति, प्रथमाविभक्ति द्वितीयाविभक्तोः विभक्त्योः अन्तिम बहुवचने एव आगच्छति. यत्र गच्छति गच्छन्ति कुत्रचित् विवचने अपि आयान्ति, किन्तु तत्तु विकल्पेन आयान्ति, तदपि द्रक्ष्यामः. टु त्रि अनन्तरं फैव् सिक्स् इति आगच्छति कुत्रचित्, टु अण्ड् फैव् विकल्पेन आगच्छति कुत्रचित्, किन्तु फैव् सिक्स् नित्यम् आगच्छति. गच्छत् गच्छति गच्छन्ति गच्छत् गच्छति गच्छन्ति इति आगच्छति खलु. इति पुल्लिङ्गे नपुंसकलिङ्गे भिन्नकार्यम् अस्ति. नुमागमः तु किन्तु पुल्लिङ्गप्रातिपदिकस्य तु किमपि नास्ति खलु, तत्र तु गच्छन् इति अस्ति, पुल्लिङ्गे तु सुबन्तकलिङ्गे नुमागमः प्रातिपदिकस्य तु किमपि नास्ति, केवलं गच्छति इति एव अस्ति, सुबन्तनिर्माणे एव आगच्छति. किन्तु स्त्रीलिङ्गे प्रातिपदिके एव कुत्रचित् नुमागमः विद्यते, उदाहरणार्थं गच्छन्ति इति वदामः, किन्तु कुर्वति तथा एव तुदति तुदन्ति इति रूपद्वयमपि भवितुम् अर्हति. गच्छन्ति इति एकमेव रूपं, कुत्रचित् निमगमः नास्ति कुर्वति इति, कुत्रचित् उदाहरणं तुदादिगणे पश्यामः चेत् तुदति तुदन्ति रूपद्वयं भवति. तर्हि स्त्रीलिङ्गे प्रातिपदिके एव निमगमः वर्तन्ते कुत्रचित् केचनानां धातुगणानां कृते, कुत्र कुत्र नित्यं भवति, कुत्र कुत्र वैकल्पिकं भवति, केषाञ्चन धातूनां निमगमः एव नास्ति इति अग्रे द्रक्ष्यामः इति. धन्यवादः भगिनि. अस्तु खलु, पुष्पभगिनी पठति किं भगिनि? स्त्रीलिङ्गे स्त्रियां शत्रन्त प्रातिपदिकं नदी शब्दवत् सर्वत्र नाम ईकारान्त शब्दः. तत्र प्रमुखप्रश्नः भवति नकारः नुमागमः कुत्र कुत्र आयाति अपि च कुत्र न, यथा बालिका वदन्ति चलति इत्यस्मिन् वद् धातोः स्त्रियां नुमागमः भवति, परन्तु बालिका कार्यं कुर्वति चलति इत्यस्मिन् क्रूधातोः स्त्रियां नुमागमः न भवति. स्त्रियाम् अयं नुमागमः प्रातिपदिके आयाति. इदानीं उक्तं न तदेव तदेव प्रातिपदिके आयाति, कुत्रचित् आयाति, कुत्रचित् न आयाति, विकल्पेन आगच्छति, कुत्रचित् विकल्पेन अपि आगच्छति. अत्र कुर्वति अस्ति चेत् कुर्वन्ति अपि आगच्छति? न न, कुर्वति इत्यस्मिन् एकमेव रूपं, ददति कुर्वति एकमेव रूपं, किन्तु तुदादिगणे यत्र पश्यामः तुदति इति तुद् धातोः कृते तुदति तुदन्ति इति तथा वदन् वद् धातोः कृते एकमेव रूपं, तत्र वदन्ति इति एकमेव वदन्ति, तर्हि कुत्र भवति कुत्र न भवति कुत्र विकल्पेन भवति इति अग्रे पश्यामः. इदानीं अस्ति, तर्हि किं कर्तव्यम् इत्युक्ते स्त्रीप्रातिपदिकनिर्माणे नुमागमस्य गणमनुसृत्य नुमागमः भवति, तस्य विचारः करणीयः इति. न उगितश्च तत्तु वयं दृष्टं भगिनि, केवलं दृष्टवन्तः, केवलं संक्षेपरूपेण उक्तं मया, किन्तु अग्रे पूर्णसूत्रसहिता दृष्टिः अधुना एव भवति खलु, पूर्वं न दृष्टं, केवलं सूचितमासीत्. पठतु. स्त्रीप्रातिपदिकं वादिगणे दिवादिगणे चुरादिगणे एषु त्रिषु लङ्घनेषु तत्रन्त प्रातिपदिके नुमागमः नित्यः. पश्यन्तु, भुवादिगणे किम् अस्ति, विकरणप्रत्ययः शप् अस्ति, दिवादिगणे विकरणप्रत्ययः शन् अस्ति, चुरादिगणे पुनः विकरणप्रत्ययः शप् इति अस्ति, तर्हि शप् शप् शन् यत्र यत्र आगच्छति तत्र तु स्त्रीप्रातिपदिकस्य नुमागमः नित्यं भवति. शप् वा शन् वा विकरणप्रत्ययः अस्ति चेत् नुमागमः नित्यम् इति. अत्र वद् योगः आ योगः अत् वदत् इति पुंसि नपुंसके च शत्रन्तं प्रातिपदिकं प्रक्रिया यथा पूर्वोक्तं तद् इदानीं ऐ मीन् दृष्टं न वदत् उगितश्च इत्यनेन उगित् प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां नीप् प्रत्ययः भवति. वदति शप् शप्ष्यनोर्नियं नित्यम् इत्यनेन वादिगणे दिवादिगणे चुरादिगणे च नित्यं नुमागमः. वदन्ति इति स्त्रियां शत्रन्तं प्रातिपदिकं. द्वादौ भूधातौ धातुः भवन्ति, भवन्त्यौ भवन्त्यः, दिवादौ. भगिनी गतवती इति मन्ये पुष्पा भगिनी? भगिनी अस्ति पुष्पा भगिनी? न न गतवती. अहं पठामि. तर्हि दिवादौ अस्ति चेत् दिव् धातुः, दीव्यन्ति दीव्यन्त्यौ दीव्यन्त्यः, चुरादिगणे चोरीधातुः, निच् योजयित्वा चोरीधातुः, नूतनधातुः, चोरयन्ति चोरयन्त्यौ चोरयन्त्यः. तर्हि किम् इत्युक्ते शप्शनो नित्यम् इत्यनेन नुमागः नित्यं भवति इति. अत्र नीप् प्रत्ययः ङकारस्य इत्संज्ञा ङकारस्य इत्संज्ञा लशक्वतद्यते इत्यनेन एव खलु. अनन्तरं पकारस्य तु हलन्त्यम् इत्यनेन ई इति एव अवशिष्यते. तर्हि वदत् योगः ई वदति इति योगः. अनन्तरं शप्शनो नित्यं, शप् आगमः अगत् शप् इति अस्ति विकरणप्रत्ययः इति कृत्वा शप्शनो नित्यम् इत्यनेन नित्यं नुमागमः भवति. तर्हि उगितस्य इति सूत्रमस्ति. उगितस्य सर्वान् शप्शनो नित्यं सूत्रद्वयमपि दृष्ट्वा वयं प्रायः अद्य विरमामः. किम् अस्तु, कस्य क्रमः अस्ति? लक्ष्मी भगिनी पठति किम् उगितस्य इति सूत्रम्? आं भगिनि, भवती उक्तवती अत्र णीप्रत्ययः, तत्र पकारः हलन्त्यं, ण्यकारः लशक्व तथित् मया तु गच्छन्ति. अस्तु भगिनि, नूतनविषये किमपि न दृष्टं भगिनि, तदेव आसीत् तावदेव. अत्र तु रूपाणि अस्ति इति कारणतः अत्र उगितश्च. उगित् प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां नीप् प्रत्ययः भवति. उक् प्रत्याहारे ऊरु लृ इति वर्णाः अन्तर्भूताः. उक् इत् यशसः तद् उगित्, तस्मात् उगितः. उगितः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. ऋण्येभ्यो नीप् इत्यस्मात् नीप् इत्यस्य अनुवृत्तिः. स्त्रियां प्रातिपदिकात् प्रत्ययः परश्च इत्येतेषाम् अधिकारः. अनुवृत्तिसहितसूत्रं स्त्रियाम् उगितः प्रातिपदिकात् च नीप्रत्ययः परः इति अनुवृत्तिः. पूर्वमस्ति शत्रान्तरूपम् अस्ति. शत्रान्तरूपस्य अनन्तरं पुनः नीप्रत्ययः, अन्यप्रत्ययः आगच्छति. नीप्रत्ययः स्त्रियां स्त्रीविवक्षायां संशयः नास्ति खलु? अत्र तु किमपि संशयः नास्ति. उगित् अस्ति इति कृत्वा, उगित् इत्युक्ते अत्र तु ऋकारस्य संज्ञा इति कृत्वा उत् पश् प्रत्याहारस्य कश्चन अस्ति. ऋकारः इति कृत्वा उगित् इति वदामः. शत्रुप्रत्यये तत्र शत्रु इत्यस्मिन् ऋकारः अस्ति, सः ऋकारः अस्ति इति कृत्वा सः ऋकारः उक् प्रत्याहारः अस्ति इति कारणतः अत्र उगित् इति दत्तमस्ति. अस्तु, उगितः इति पञ्चम्यन्तम्. अस्तु, शत्रुप्रत्ययस्य अन्यसंज्ञा अस्ति उगित्संज्ञा इति भगिनि. अस्तु, आं भगिनि, सत्यम्. शप् शनोर्नित्यं, शी प्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् शप्शन् प्रत्ययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुमागमः भवति. शप्शन् च इत्र द्वन्द्वः, शप्शनौ तयोः शप्शनोः षष्ट्यन्तं नित्यं क्रियाविशेषणं द्वितीयान्तम् अच्छी अध्योर्णं न जानामि. अस्तु, अत्र अङ्गस्य इत्यस्य अधिकारः अस्ति. अनुवृत्तिसहितसूत्रं शप् शनोः आत् अङ्गात् शतुः नित्यं नुं शीनद्योः. अत्र तु किम् अस्ति इत्युक्ते आचीनद्योर्नुमपि समानसूत्रमस्ति. केवलं शप् शन् नित्यम् इति नास्ति. आत् किं वदति सूत्रम् अत्र इत्युक्ते शि इति त्यजतु, अधुना अस्माकं विषयः नास्ति. नदीप्रत्ययः, नदीप्रत्ययः इत्युक्ते स्त्री, स्त्रियाम् इति, स्त्रीविवक्षायाम् इति, इत्युक्ते नीप्रत्ययः यत्र आगतः. उहितस्य इति नीप्रत्ययः आगच्छति खलु, तर्हि नदीप्रत्ययः इति वदामः तस्य. तर्हि नदीप्रत्ययः इत्युक्ते स्त्री, यत्र स्त्रियां यत्र नीप्रत्ययः आगतं तस्मिन् समये तस्यां विवक्षायां किम् अस्ति, अवर्णात् अङ्गात्. शपति अकारः अस्ति, अवर्णम् अङ्गमस्ति खलु, भू प्लस् अभव इति अवर्णम् अङ्गमस्ति. अनन्तरमस्ति यत्र अवर्णम् अङ्गम् आगच्छति, पुनः शन् अस्ति चेत् अपि अवर्णम् अङ्गं खलु, दिव् प्लस् दिव्य इति आगच्छति, तर्हि अवर्णम् अङ्गमस्ति. पुनः तुदादिगणे अपि अवर्णम् अङ्गं, श इति प्रत्ययः, अवर्णम् अङ्गमस्ति. तर्हि अवर्णम् अङ्गते अनन्तरं कुत्र कुत्र अवर्णम् अङ्गं भवितुम् अर्हति, यत्र अस्माकं यत्र यत्र प्रायः अदादिगणे यदि अजन्तधातुः अस्ति चेत्, अकारान्तम् अङ्गम् अधातुः अस्ति चेत् तत्तु अवर्णम् अङ्गं भवितुम् अर्हति, अकारान्तः वा अकारान्तः वा अस्ति चेत्. अनन्तरं जुहोत्यादिगणे अपि अकारान्त अकारान्तधातुः अस्ति चेत् तत्रापि अवर्णम् अङ्गं भवितुम् अर्हति. तर्हि कुत्र कुत्र भवति, शप् शन् अपरं शप् इत्यनेन चुरादिगणे भुवादिगणे द्वयोः अपि ग्रहणं, शन् अपि अवर्णम् अङ्गं दिवादिगणे. अनन्तरं किमस्ति, तुदादिगणे अपि अवर्णम् अङ्गम्. अनन्तरम् अदादिगणस्य कश्चन धातुः अवर्णान्तधातुः अस्ति चेत् तादृशधातूनां कृते. अनन्तरं जुहोत्यादिगणे अपि यदि अवर्णान्तम् अङ्गम् अस्ति चेत् तादृशधातूनां कृते. किम् अस्ति, नुम् यत्र स्त्रियां नद्योः इति अस्ति, स्त्रीविवक्षायां नुमागमः विधीयते. किन्तु किम् अस्ति, शप्शनो नित्यम् इत्यनेन आची नद्योर्नुम् इत्यस्य पूर्णतया अनुवृत्तिः अत्र आयाति. आचीनद्योर्नुं वदति किं, नुमागमः विकल्पेन भवति इति आचीनद्योर्नुं वदति. किन्तु अग्रिमसूत्रम् अस्ति शप्शनो नित्यम्, अनेन किं भवति, शप्शन् अस्ति चेत् नित्यं भवति. द्वादिगणे द्विवादिगणे चुरादिगणे च नुमागमः नित्यम् इति, स्त्रीविवक्षायां नित्यम्. अवर्णात् अङ्गं यद्यपि शन् इति वदामः चेतपि चेतेव अवर्णान्तम् अङ्गमेव, शप्शन् द्वयोः अपि अवर्णान्तम् अङ्गम् इति कृत्वा उभयोः स्थाने उभयोः कार्यविषये नित्यं नुमागमः इति. अन्यत्र अन्यत्र तु आचीनद्योर्नुम् इत्यनेन विकल्पेन नुमागमः भवति, यत्र तुदादिगणे. अनन्तरं किम् अदादिगणस्य तु यत्र अदन्तम् अङ्गम् अस्ति चेत् विकल्पेन तत्रापि, तथैव जुहोत्यादिगणे अपि अदन्तम् अङ्गं चेत् तत्रापि विकल्पेन. भगवति जुहोत्यादिगणे नाभ्यस्तस्तु अभ्यस्ताङ्गस्य नुमागमनं न भवति. आं भगिनि, सत्यम्, अभ्यस्तङ्गस्य नुमागमः न भवति, तर्हि केवलं तुदादिगणस्य अनन्तरम् अदादिगणस्य. आं सत्यम्, अदन्त भगिनि अवनात् अङ्गात् इत्युक्ते अदन्त अङ्गम् अस्ति वा? अदन्तम् अस्ति इति नास्ति, अकारः ह्रस्वकारः दीर्घाकारः द्वयोः अपि ग्रहणं, द्वयोः ग्रहणम् आवर्णः आवर्णः इत्युक्ते द्वयोः अपि ग्रहणं. अस्तु भगिनि, तत्र नेप् नेप् एतत् स्त्रीप्रत्ययाः इति उक्तमस्ति, अत्र तयोः तेषां कृते एकमेकं पदं वदति वा? अत्र एते स्त्रीप्रत्ययाः, अत्र नदी गौरी, अहं तु सर्वाणि सूत्राणि न जानामि, केषाञ्चन धातूनां केषाञ्चन पदानां नीश् इति प्रत्ययः इति, अनन्तरं नीन् इति प्रत्ययः कुत्रचित् आगच्छति, तेषां विशिष्टसूत्राणि सन्ति, कुत्रचित् एव तादृश अन्यप्रत्ययः. सामान्यप्रत्ययः तु नीप् इति प्रत्ययः स्त्रीविवक्षायां. यदि भवती स्मरति चेत् अत्र एकैकस्य कृते एकं पदम् इत्युक्ते सुबन्तपदं वदति वा? अहं तु अद्य एव तस्मिन् विषये किञ्चित् अन्विष्टवती भगिनी, किन्तु पूर्णतया मया प्राप्तम् अत्र लभते, अहम् अग्रिमसप्ताहे वदामि. तथा एव डाप् प्रत्ययः अपि अस्ति, त्रीणि प्रत्ययानि प्रत्ययः अस्ति, आ इति टा इत्यस्य कृते डाप्, अनन्तरं किमपि अन्यत् टाप् डीप् किमपि चापि लता इति भवति. आम् आं तथा त्रीणि त्रयः प्रत्ययाः सन्ति तस्य कृतेपि प्रातिपदिकम् अनुसृत्य भिन्नभिन्नप्रत्ययाः आगच्छन्ति. तर्हि अहम् अग्रिमसप्ताहे वदामि भगिनि. इति सूत्रेण दत्तमस्ति हन्याभ्यो. आम् आं सत्यं महोदय. तत्र आगच्छति किन्तु भगिनी पृच्छति सर्वेषां नीप् नीप् नीन् इत्येषां कृते उदाहरणत्वेन एकं पदम् अधुना तु नीप् इति नदी इत्यस्य तु नीप् अस्ति इति जानीमः किन्तु नीश् इत्यस्य नीन् इत्यस्य अपि उदाहरणं पृच्छति तदहं सः दृष्ट्वा आगच्छामः भगिनि सर्वे अपि. अस्तु भगिनि. धन्यवादः. शुभरात्रिः.